गुरुब्रह्म गुरुविष्णुगुरुदेव महेश्वर गुरुसाक्षात् परब्रह्म तस्मै श्रीगुर्वे नमः सर्वेभ्यो नमः सर्वेषां स्वागतम् अस्मिन् न्यायवर्गे अस्माकं प्रवर्तमानविषये अस्ति तत्र परत्वम् अपरत्वं तस् इति तत्र तयोः लक्षणवाक्यं कथम् अस्ति इति तत्र वयं पूर्वं तत्र दिक्कृतपरत्वं दिक्कृत अपरत्वम् इति दृष्टवन्तः इदानीम् अस्माकं प्रवर्तमानविषये अस्ति तत्र कालिक कालेन कृतं तत्र परत्वम् अपि अपरत्वम् इति विषयः तर्हि तत्र दैशिक अथवा दिक्कृतपरत्वम् अपरत्वं तत्र वयं दृष्टवन्तः चैत्रः मैत्रः सन्ति अपि तत्र मापनं कृत्वा यज्ञदत्तः इति तत्र रेफरेन्स् पायिण्ट् भवति ततः आरभ्य तत्र मापनं कुर्मः तत्र किमपि स्वीकृत्य मापनं कुर्मः तत्र समीपस्थम् अस्ति चेत् तत्र अपरत्वं दूरस्थम् अस्ति चेत् तत्र परत्वम् इति उक्तवन्तः तत्र इदानीं तत्र कालिकविषये तत्र कथं भवति कालः तु एकः एव खलु अतः तत्र किमपि आवश्यकं मापनार्थं यथा तत्र मापनार्थं तत्र वयं तत्र मापनयन्त्रं स्वीकृतवन्तः तत्र दिक्कृत परत्वम् अपरत्वम् इति विषये तादृशम् अत्रापि मापनार्थं किं वयं स्वीकृतवन्तः अत्र इत्युक्ते तत्र सूर्यक्रियाः सूर्ये वर्तमानाः क्रियाः तस्य तत्र क्रियाणाम् आधारेण तत्र तत्र वयं दृष्टवन्तः तत्र रामः अस्ति इति चिन्तयामः तत्र सूर्यक्रिया रामे रामस्य शरीरे अस्ति इति नाम तत्र परम्परासम्बन्धेन तत्र क्रिया इति समवायेन सूर्ये अस्ति सूर्यः अपि कालः तत्र संयोगसम्बन्धः यतोहि कालः विभुपदार्थः सूर्यः अपि कालः तत्र संयुक्तः सूर्यः कालेन अथवा कालः सूर्येन संयुक्तः अपि पुनः रामशरीरं कालेन संयुक्तः इति कृत्वा तत्र यथा चित्रेण निदर्शितं तत्र क्रिया रामशरीरे अस्ति इति परम्परासम्बन्धेन अस्ति इति वक्तुं शक्नुमः तत्र रामशरीरं तां क्रियाम् अनुभवति अतः तत्र एतत् यत् अस्ति नाम सूर्यक्रिया सूर्यक्रिया यदस्ति तत्र क्रिया सूर्यक्रिया तत्र रामशरीरे अस्ति इत्युक्ते तत्र रामशरीरम् अथवा रामः तत्र क्रियावान् भवति यतोहि क्रिया रामे अस्ति तत्र राम क्रिया रामे अस्ति इति कृत्वा रामः क्रियावान् तर्हि तत्र क्रियावत् इति तत्र प्रातिपदिकं स्वीकृत्य क्रियावान् इति भवति तर्हि तत्र रामे क्रियावत्वम् अस्ति सूर्यक्रियावत्वं रामे अस्ति इति आगतं तथैव तत्र लक्ष्मणे अपि सूर्यक्रियावत्वम् अस्ति यस्य अधिक सूर्यक्रियावत्वम् अस्ति सः ज्येष्ठः अथवा तस्मिन् परत्वम् यस्मिन् नून सूर्यक्रियावत्वम् अस्ति सः क्लिष्टः अथवा तस्मिन् अपरत्वम् अस्ति इति वयम् एतावत् दृष्टवन्तः अस्तु तर्हि तत्र सूर्यक्रियावत्वम् इति अवगच्छन्ति खलु सर्वे नाम सूर्यक्रिया रामे अथवा रामशरीरे अस्ति तर्हि रामशरीरे क्रियावत्वं सूर्यक्रियावत्वम् अस्ति यस्य अधिकम् आधिक्येन क्रियावत्वम् अस्ति सः ज्येष्ठः यस्मिन् न्यूनम् अस्ति सः कनिष्ठः अथवा तस्मिन् अपरत्वम् अस्ति इति वयं दृष्टवन्तः पूर्वम् अतः क्रिया सूर्यक्रिया एव अस्माकं यन्त्रं मापनार्थम् इति अभवत्. अस्तु, तत्र गतवर्गे तत्र एतत् वाक्यम् आसीत्, तत्र वयं न अवगतवन्तः, अतः तत्र पुनः एकवारं तस्मिन् विषये किञ्चित् पठित्वा अग्रे सरामः. तर्हि तथा तर्हि तत्र उषा भगिनी तत्र एतत् परिच्छेदं पुनः पठति वा, तथा च इति. अस्तु महोदय. तथा च तादृश अधिकसूर्यक्रियावती शरीरे परत्वाख्यः गुणः, तादृश न्यूनक्रियावती शरीरे च अपरत्वाख्यः गुणः उत्पद्यते इति वैशेषिकैः अङ्गीक्रियते. एतौ एव आदाय सर्वत्र ज्येष्ठः कनिष्ठः इति च व्यवहारः बोध्यः. महाकालनिरूपणादीनौ एतौ गुणौ तद् उपाधिभूताः याः रविक्रियाः तन्निरूपणादीनौ च, अतः कालिकपरत्वं कालिक अपरत्वम् इति च तयोः संज्ञा. सर्वं च एतत् अभिसन्धाय मूले उक्तं ज्येष्ठे कालकृतं परत्वं कनिष्ठे कालकृत अपरत्वम् इति. अस्तु महोदय. यथा वयं पूर्वं चर्चितवन्तः, रामे क्रियावत्वम् अधिकः अस्ति, लक्ष्मणे अपि क्रियावत्वम् अस्ति, परन्तु न्यूनः क्रियावत्वमेव अस्ति. तथा एव रामः ज्येष्ठः इति वदामः, लक्ष्मणः कनिष्ठः इति वदामः. सूर्यक्रिया एव मापणं क्रियते. सूर्यक्रियया वयं मापनं कुर्मः. सो महाकालनिरूपणादीनौ एतौ गुणौ एतौ गुणौ निरूपिता भवति. आदिनौ इत्युक्ते डिपेण्डेण्ट् नाम तत्र महाकालः नास्ति, डिपेण्डेण्ट् नाम महाकालः नास्ति चेत् तत्र एतौ गुणौ न स्तः, परत्वम् अपरत्वं न भवतः. तद् उपाधिभूताः याः रविक्रियाः. इदानीं तत्र तत् इति तस्मिन् विषये एव तत्र अस्माकं किञ्चित् तत्र अत्र तद् इत्युक्ते तत्र अन्वयः तत्र कुत्र भवति इति, अत्र महाकालः एव महाकालः. तद् उपाधिभूताः महाकाल उपाधिभूताः रविक्रियाः. नाम महाकाल उपाधि एव तत्र रविक्रिया खलु, नाम रविक्रियाः उपयुज्य रविक्रियाः एव उपाधिः महाकालस्य कृते इति. महाकालस्य उपाधिः रविक्रियाः. कालस्य महाकालस्य वयं भागं कुर्मः खलु, यथा वयं तत्र देशः एकः, किन्तु वयं तत्र एतत् गृहम् एषः प्रकोष्ठः इति उपाधि उपयुज्य वयं देशस्य भागं कुर्मः. उपाधि देशस्य उपाधि, तथैव तत्र रविक्रियाः एव तत्र महाकालस्य उपाधिः. नाम अस्मिन् क्षणे एषा क्रिया भवति, तर्हि कालस्य एकः भागः आगतः खलु. याः रविक्रियाः तन्निरूपणादीनौ च. रविक्रियाः क्रियया उपयुज्य एव वयं एतौ गुणौ इति ज्येष्ठः कनिष्ठः इति एतत् सर्वं कुर्मः, एतत् सर्वं निरूपणं कुर्मः तर्हि तत्र डिपेण्डेन्सि डायग्राम् इति कुर्मः चेत् नाम परत्वम् अपि अपरत्वं नाम ते महाकालस्य अधीनाः अधीनौ ते नाम महाकालः नास्ति चेत् परत्वम् अपरत्वं न भवतः किन्तु अतः तत्र सम्बन्धः अस्ति महाकाल अधीनौ एतौ गुणौ अपि साक्षात् तत्र रविक्रियाः ये सन्ति रविक्रियाणामपि तत्र अधीनौ एतौ यतोहि रविक्रियाः क्रियाणां उपयोगेन एव वयं तत्र परत्वम् अपरत्वम् इति तस्य निरूपणं कृतवन्तः अतः तत्र क्रियया एव वयं निरूपितवन्तः परत्वम् अपरत्वं किम् इति अतः तत्र अत्रापि डिपेण्डेन्सि अस्ति नाम महाकालस्य अपि तत्र महाकालेन निरूपितौ रविक्रियया अपि निरूपितौ एतौ तत्र रविक्रिया अपि महाकालः तत्रापि सम्बन्धः अस्ति किन्तु रविक्रियया निरूपितौ महाकालेन अपि निरूपितौ एतौ गुणौ इति आगच्छति एतत् मम मनसि स्पष्टता नासीत् अतः इदानीं पुनः वदामि तावदेव अस्तु अग्रे भगिनि अतः कालिकपरत्वं कालिक अपरत्वम् इति च तयोः संज्ञा कालिकपरत्वं कालिक अपरत्वं सर्वं नाम दैशिक दिक्कृत अपरत्वं दिक्कृत अपरत्वं भिन्नमस्ति एतत् कालिक कालेन निरूपितम् इति कृत्वा कालिकपरत्वं कालिकापरत्वम् इति नामकरणं तावदेव सर्वं च एतत् अभिसन्धाय मूले उक्तं ज्येष्ठे कालकृतं परत्वं कनिष्ठे कालकृतम् अपरत्वम् इति यः ज्येष्ठः तस्य कृते कालकृत परत्वम् अस्ति यः कनिष्ठः तस्मिन् अस्ति यः कनिष्ठः तस्मिन् कालकृत अपरत्वम् अस्ति इति मूले उक्तं तदेव ज्येष्ठे कालकृतं परत्वं कनिष्ठे कालकृतम् अपरत्वम् इति अस्तु समीचीनं भगिनि धन्यवादः नाम एतदेव मनसि निधाय एतत् अभिसन्धाय मनसि निधाय एतत् मूले एतत् सर्वम् उक्तमस्ति मूलं नाम तत्र मूलग्रन्थे तर्कसन्धे अपि तत्र अहं गतवर्गे न उक्तवान् तत्र वैशेषिकैः इति अत्र अस्ति एतत् न्यायशास्त्रमस्ति खलु तत्र वैशेषिकम् इति उक्तं तत्र तर्हि नैयायिकैः न अङ्गीक्रियते वा इति प्रश्नः भवेत् नाम नैयायिकाः सन्ति वैशेषिकाः सन्ति तयोः नाम तत्र समानः वा तत्र किम् इति नाम समानशास्त्रम् इति वक्तुं शक्नुमः नाम वैशेषिकशास्त्रमिति अस्ति न्यायशास्त्रम् इति अपि अस्ति किन्तु तत्र वैशेषिकाः अपि तत्र नैयायिकाः ते सर्वे अङ्गीक्रियन्ते नाम तत्र वैशेषिकाः अङ्गीक्रियन्ते चेत् तत्र नैयायिकाः अपि अङ्गीक्रियन्ते एषः विषयः तैः अङ्गीक्रियते किन्तु तत्र वैशेषिकः अपि नैयायिकः तयोः मध्यः भेदः इत्युक्ते वैशेषिकस्य तत्र पदार्थेषु तेषां प्रामाण्यं तत्र प्राधान्यम् अस्ति नाम तत्र ते लोके के पदार्थाः सन्ति तेषां गुणः कः अस्मिन् विचारे वैशेषिकानां प्राधान्यम् अस्ति किन्तु न्यायशास्त्रे तत्र प्रमाणस्य विषये तत् सत्यं वा तत् कथं जानीमः ज्ञानं कथं भवति ज्ञानस्य आधारः कः नाम तत् सत्यं वा तत् सम्यक् ज्ञानं वा अथवा असम्यक् ज्ञानं वा तत् ज्ञानं कथं प्राप्तम् अतः तत्र ज्ञानविषये प्रमाणस्य विषये प्राधान्यमस्ति तत्र नैयायिकानां कृते वैशेषिकाः तत्र लोके के पदार्थाः सन्ति इति तत्र आङ्ग्लभाषायां तत्र द्रोणमहोदयः एकवारम् उक्तवान् तत्र आङ्ग्लभाषायां तत्र वैशेषिकः नाम तत्र एण्टमोलजि इन् टेक्नालजि किमस्ति, क्षम्यतां, तत्र हा हा हा तत् नैयायिकानां तदस्ति तत्र एटिमालजि इति अपि नास्ति, एकनिमिषं भगिनि, किन्तु नैयायिकानां तदस्ति तत्र एपिस्टमालजि आण्टालजि इति, तत्र लोके किं किं के पदार्थाः सन्ति, किं किं वस्तु अस्ति इति आण्टालजि अस्ति, अपि तत्र कस्य पदार्थस्य नाम किम् इति एतत् सर्वम्, अपि तत्र एपिस्टमालजि इति तत्र तदस्ति, तत्र सत्यं तत्र प्रमाणं किम् इति एतत् सर्वम् इति सः उक्तवान्, तत् केवलमहं वदामि, अतः तत्र वैशेषिकैः अत्र सप्तपदार्थाः भवन्ति किल, द्रव्यगुणकर्म सामान्यविशेष, तर्हि विशेषे तेषां विशेष अवधानमस्ति, अतः वैशेषिकाः इति केनचित् उक्तं, तदपि भवेत् भगिनि, तदपि भवेत्, किन्तु अन्यः तत्र यथा इदानीं तत्र सम्प्रदायः अस्ति, तत्र वैशेषिकानाम् आधिक्येन तत्र पदार्थेषु तेषां तत्र प्राधान्यम् अस्ति, तत्र तस्मिन् विषये एव ते बहु किमपि चर्चितवन्तः, प्रमाणविषये तत्र नैयायिकाः बहु किमपि चर्चितवन्तः इति उक्तं, तावदेव, अन्ये भेदाः अपि भवेयुः, वद उषा भगिनी किमपि उक्तवती, न न महोदय, ऐ करेक्टेड् मै सेल्फ्, एटिमालजि इस् निरुक्तं, हा तद् भिन्नं, सत्यं सत्यं, तत्र आण्टालजि अपि एपिस्टमालजि, एपिस्टमालजि हा इति नैयायिकानां तत्र एपिस्टमालजि तादृशं भवति, अपि वैशेषिकानां तत्र आण्टालजि इव भवति इति मया श्रुतम्, अस्तु अग्रे सरामः तर्हि, ओ मध्ये तत्र नीता भगिनी नमस्कारः, शोभा भगिनी नमस्कारः, नमस्कारः, नमस्कारः, नमस्कारः, अस्तु इदानीम् अग्रे तर्हि तत्र मृणाली भगिनी अग्रे पठति वा, एतादृशपदार्थे सिद्धे च लक्ष्मणमपि सुगमम्, लक्षणमपि सुगमम्, तदादौ दिक्कृतपरत्वापरत्वयोः लक्षणे चिन्तयामः, ते च परत्वापरत्वे ज्ञात्वा एव वक्ता चैत्रः परः मैत्रः अपरः इति ब्रूते, तादृशव्यवहारेण श्रोतुः ज्ञानम् उत्पद्यते, तत्र परत्वापरत्वे प्रकारतया चैत्रमैत्रौ विशेषविधया च अवभासेते, प्रकारतावच्छेदकं च परत्वम् अपरत्वं जातिद्वयं, तादृशपदार्थे सिद्धे च, इदानीं तादृशे पदार्थे तस्य एतादृशपदार्थे, एतादृश नाम अत्र पदार्थे इति वचनं किम्, पदार्थे सप्तमी, सप्तमी सति सप्तमी, हा अस्तु सिद्धे, अस्तु सति सप्तमी, हा नाम सिद्धे इत्युक्ते लक्षणमपि सुगमम्, हा नाम तत्र यदा वयं पदार्थस्य अवगमनं किञ्चित् अभवत् खलु, परत्वम् अपरत्वं नाम किम् इति किञ्चित् अवगच्छामः खलु, आमां सिद्धं नाम तत् सिद्धमस्ति, ओ तत् किम् अस्ति इदानीम् अवगच्छामि खलु, अवगच्छामः खलु, अवगमनम् अस्ति पदार्थस्य अवगमनम् अस्ति इदानीम्, अतः इदानीं लक्षणमपि सुगमं, लक्षणमपि सुलभतया कर्तुं शक्नुमः, लक्षणम् अपि आवश्यकं खलु, नाम विवरणम् आवश्यकं, तद् यदि विवरणं सम्यक् अस्ति लक्षणमपि सुलभतया कर्तुं शक्नुमः खलु, अतः इदानीं लक्षणं कर्तुं शक्नुमः सुलभतया, तस्य परत्वस्य अपरत्वस्य तदादौ दिक्कृतपरत्वापरत्वयोः लक्षणे चिन्तयामः. आदौ दिक्कृतपरत्वा अपरत्वम् अस्य विषये चिन्तनं कुर्मः, लक्षणस्य चिन्तनं. हा लक्षणे चिन्तयामः इति अस्ति, तत्र लक्षणे इति विभक्ति का सप्तमी कर्मपदं किं चिन्तयामः, लक्षणे लक्षणे चिन्तयामः. ते च परत्वापरत्वे ज्ञात्वा एव वक्ता चैत्रः परः मैत्रः अपरः इति ब्रूते. ते परत्वे ज्ञात्वा अर्थात् दिक्कृतपरत्वं तथा दिक्कृत अपरत्वं ज्ञात्वा चैत्रः अपरः मैत्रः अपरः इति. तर्हि चैत्रे अधिकसूर्य चैत्रे अधिकसूर्यवती दिक्कृतमस्ति, कालिकं नास्ति. ओ ओ ओ कालिके नास्ति. आमां तर्हि नाम चैत्रः दूरः. ओ ओ तर्हि अधिकाः फलकाः आवश्यकाः. तर्हि वक्ता वदति चैत्रः परः अस्ति, मैत्र सन्निकृष्टः अस्ति, अतः अपरः अस्ति. हा अतः सः किं ज्ञात्वा वदति वक्ता, दिक्कृतपरत्वापरत्वं ज्ञात्वा. हा ज्ञात्वा तावदेव, परत्वम् अपरत्वं द्वयमपि ज्ञात्वा अथवा परत्वापरत्वे इति तत्र द्वितीयविभक्ति द्विवचने ज्ञात्वा एव वक्ता एतत् वदति ब्रूते. तदा तादृशव्यवहारेण श्रोतुः ज्ञानम् उत्पद्यते. तत्र परत्वापरत्वे प्रकारतया चैत्रमैत्रौ विशेषविधया च अवभासेते. आं प्रकारत्वापरत्वे प्रकारता अस्तु. तर्हि विशेषणविशेषभावः अस्ति अत्र. परत्वापरत्वे प्रकारता अत्र विशेषणं परत्वम् अपरत्वं, तथा चैत्रे मैत्रे च विशेष्यभावः अस्ति, विशेषविधया च भासेते. तत्र अस्तु. हा हा समीचीनमेव, किन्तु तत्र किञ्चित् पुनस्मरणं कुर्मः इति कृत्वा तत्र एतत् पुटसङ्ख्या अस्ति त्रयस्त्रिंशत्. अतः एकवारं तदपि पठामः तर्हि. हा तत्र पठति वा भगिनि त्रयस्त्रिंशत्. तत्र कुत्र पठामि, उपरि तत्र इत्थं च इत्थं हि इत्थं हि उपरि अस्ति इत्थं हि सम्प्रदाये. इत्थं हि सम्प्रदाये 33 एव अस्मि उपरि इत्थं हि तदेव प्रथमवाक्यम्. दृश्यते दृश्यते. इत्थं हि सम्प्रदाये ज्ञानपदार्थं बोधयन्ति. ज्ञानं दीपस्थानापन्नं विषयः प्रकाश्यः. ज्ञानस्य दीपरूपस्य या प्रभा सा विषयतासम्बन्धः. सा प्रभा यस्मिन् पतति सा प्रकाश्यः ज्ञानस्य विषयः इत्युच्यते. यस्मिन् सा प्रभा नास्ति सः न प्रकाश्यते. अतः विषयः इति नोच्यते. तावत्पर्यन्तं वदतु भगिनि. ज्ञानपदार्थं बोधयन्ति सम्प्रदाये ज्ञानं दीपस्थानापन्नं. तर्हि ज्ञानम् अस्माकं ज्ञानं यत्र दीपः अस्ति तथा तत्र वयम् अस्ति इति चिन्तयामः. ज्ञानं दीपस्थानापन्नमस्ति, विषयः प्रकाश्यः. अनेन दीपेन यत् प्रकाश्यते तदस्ति प्रकाश्यः विषयः प्रकाश्यः ज्ञानस्य दीपरूपस्य या प्रभा सा विषयता सम्बन्धः तर्हि दीपरूपा या प्रभा अस्ति सा विषयता सम्बन्धः अस्ति प्रभा सा प्रभा यत् सा एव सम्बन्धः तत्र तत्र प्रभा अत्र प्रभा प्रभा विषयता सम्बन्धः अस्ति सा प्रभा एव विषयता सम्बन्धः इति सम्बन्धस्त्रीलिङ्ग् किमर्थं कृतं प्रभा स्त्रीलिङ्ग् नास्ति वा प्रभा विषयता सम्बन्धी भवेत् किल तत्र न तत्र प्रभा प्रभायाः नामकरणमस्ति सम्बन्ध विषयता सम्बन्धः इति तावदेव सा प्रभा यस्मिन् पतति सः प्रकाशः ज्ञानस्य विषयः इत्युच्यते तर्हि इदानीं घटे प्रभा पतति अतः घटः ज्ञानस्य विषयः इत्युच्यते यस्मिन् प्रभा नास्ति सः न प्रकाश्यते अतः विषयः इति न उच्यते नाम अस्मिन् ज्ञानस्य विषयः कः अस्ति अस्य ज्ञानस्य विषयः कः अस्ति अस्ति घटः घटः तर्हि घटविषयक विषयकं ज्ञानम् इति वदामः ज्ञानं घटविषयकं ज्ञानं तत्र घटः इति पदार्थः ज्ञानम् इति कुत्र अस्ति ज्ञानम् ज्ञानं कुत्र अस्ति नाम दीपे अस्ति न नाम कोऽपि पश्यति घटं पश्यति कोऽपि तत्र अथवा भवति भवति घटं पश्यति वदतु भगिनि अत्र ज्ञानस्य विषयः प्रकाश्यः तत्र विषयता सम्बन्धः अस्ति किल विषयता सम्बन्धः विषयतासम्बन्धः अस्ति सत्यं किन्तु दीपं विषयी अस्ति दीपं विषयी अस्ति ज्ञाने विषयिता वर्तते तर्हि समीचीनं तत् समीचीनं भगिनि किन्तु घटः इति भवति घटं पश्यति इति चिन्तयतु अस्तु आम् अपि भवत्याः मनसि आगच्छति तत्र अयं घटः अयं घटः घटः इति बहिः अस्ति घटः इति लोके अस्ति खलु विषयः अयं घटः किन्तु अयं घटः इति ज्ञानं कुत्र अस्ति मनसि भवत्याः मनसि आत्मनि अस्ति खलु तर्हि ज्ञानम् आत्मनि अथवा मनसि अस्ति किन्तु विषयः बहिः अस्ति लोके अस्ति अस्तु किन्तु तयोः मध्ये सम्बन्धः वर्तते सः सम्बन्धः एव तत्र विषयता सम्बन्धः इति अस्तु समीचीनम् अस्तु भगिनि अस्तु अन्य कोऽपि पठेत् धन्यवादः भगिनि समीचीनम् इदानीम् अग्रे तर्हि तत्र नीता भगिनी अग्रे पठति वा इयं च विषयता विषयतारूपा प्रभा घटे विद्यमाना न ज्ञानेन विना भवति कस्य अयं प्रकाशः इत्युक्तौ ज्ञानस्य इति उच्यते अतः ज्ञानं प्रकाशस्य प्रेषकं निरूपकम् इति उच्यते तथा च घटनिष्ठ विषयतानिरूपकं ज्ञानम् इति सिद्धम् अग्रिमेपि पठामि वा एतावत्पर्यन्तम् एतस्य विवरणं कृत्वा अग्रे अपि पठतु भगिनि अधुना किम् अस्ति अत्र यथा वयं दृष्टवन्तः पूर्वं ज्ञानस्य विषयः इति घटः तथा इत्युक्ते यस्मिन् प्रभा पतति सः एव विषयः अधुना तत्र दीपस्थानं दृश्यते तत्र दीपस्य स्थानम् अधुना इयं च विषयतारूपा प्रभा घटे विद्यमाना ज्ञानेन विना न भवति तत्र विषयतारूपा या प्रभा अस्ति इत्युक्ते यथा वयं दृश्यन्तः यस्मिन् प्रभा नास्ति सः न प्रकाश्यते इति तत् विषयतारूपा प्रभा घटे विद्यमाना अस्ति ज्ञानेन एव प्रकाशति इत्युक्ते ज्ञानेन विना न भवति इति नाम तत्र यदि भवती घटं पश्यति तदा तत्र घटविषयकं ज्ञानं भवत्याम् अस्ति खलु तदा तत्र विषयता इति प्रभा घटस्य उपरि भवति तदा स एव तत्र विषयता प्रभा तदा तस्मिन् समये तत्र पुस्तकम् इति विषयः नास्ति खलु यतोहि पुस्तकस्य उपरि तत्र प्रभा नास्ति घटस्य उपरि एव प्रभा अस्ति समीचीनं हा किन्तु अत्र अन्यदपि उक्तं नाम यदि इदानीं चिन्तयामः तत्र घटः इति कोऽपि घटः तत्र वने अस्ति अत्र कोऽपि वृक्षः वने अस्ति वयं तस्मिन् विषये न चिन्तयामः एव न कोऽपि चिन्तयति तस्य वृक्षस्य विषये तदा किं तत्र तस्मिन् वृक्षे तत्र विषयता प्रभा अस्ति वा नास्ति नास्ति एव हा अतः तत्र तस्य उपरि विषयता इति प्रभा एव न भवति अतः विषयता इति प्रभा भवति यदा यस्य कस्यापि तस्य ज्ञानम् अस्ति तत्र वनस्य मध्ये अनेके वृक्षाः सन्ति तेषु वृक्षेषु मध्ये एकः लघुवृक्षः अस्ति इति न कोऽपि दृष्टवान् न कापि दृष्टवती इति चिन्तयामः कस्यापि ज्ञानमेव नास्ति चेत् तस्मिन् वृक्षे प्रभा एव न भवति विषयता प्रभा एव न भवति ज्ञानेन एव तत्र विषयता इति प्रभा आगच्छति अस्तु अग्रे कस्य अयं प्रकाश इत्युक्ते ज्ञानस्य इति उच्यते तद् ज्ञानस्य एव प्रकाशः इति समीचीनम् अतः ज्ञानं प्रकाशस्य प्रेषकं निरूपकम् इति उच्यते कस्य प्रकाशः तत् ज्ञानस्य एव प्रकाशः अतः ज्ञानम् इति प्रेषकः कस्य प्रकाशस्य क्षम्यतां प्रेषक ज्ञानं नपुंसकलिङ्गे ज्ञानम् इति प्रेषकं ज्ञानं प्रेषकं कस्य प्रकाशस्य प्रेषकम् इति तदेव निरूपकम् इत्युक्ते ज्ञानम् एव प्रकाशस्य निरूपकं प्रकाशं निरूपयति ज्ञानम् इति यथा तथा च घटनिष्ठविषयतानिरूपकं ज्ञानम् इति सिद्धं घटनिष्ठविषयता विषयता कुत्र अस्ति घटः इति विषयः घटे विषयता अस्ति अतः घटनिष्ठविषयतानिरूपकं ज्ञानम् इति सिद्धं तर्हि एतत् ज्ञानं कीदृशम् इत्युक्ते घटविषयकं ज्ञानम् इति अपि वक्तुं शक्नुमः अथवा घटनिष्ठविषयतानिरूपकं ज्ञानम् अपि यतोहि एतद् ज्ञानं विषयतां निरूपयति यान् विषयता घटे वर्तते घट एव ज्ञानस्य विषयः अतः विषयता स्वीकृत्य वयं वक्तुं शक्नुमः घटनिष्ठविषयताम् एतद् ज्ञानं निरूपयति अतः एतद् ज्ञानं निरूपकमस्ति विषयतां निरूपयति नाम प्रेषयति प्रकाशः अपि एषः त्रिविधः घटभूतलयोः संयोगं यत् ज्ञानं प्रकाशयति तत् निदर्शनं स्वीकुर्मः तस्य शास्त्रेषु भूतलं घटवत् इति आकारः भवति इति उच्यते आकारः इत्यस्य ज्ञानादि सविषयकपदार्थानां ये विषयाः तेषां प्रकाशितानां शब्देन प्रतिपादितं स्वरूपम् इति अर्थः. अधुना अग्रिमे तत् प्रकाशः अपि एषः त्रिविधः त्रिविधः प्रकाशः इति प्रकाशः अपि एषः त्रिविधः प्रकाशः इति अत्र प्रकाशः नाम किं विषयता विषयता प्रकाशः विषयता एव खलु प्रभा आम् प्रकाशः प्रभा विषयता तदपि त्रिविधः इति विषयता त्रिविधा इति घट घटभूतलयोः संयोगं यत् ज्ञानं प्रकाशयति तत् निदर्शनं स्वीकुर्मः. हा अधुना घट घटः भूतले स्थापयामः चेत् तदा घटभूतलयोः संयोगः यत् ज्ञानं प्रकाशयति तत् निदर्शनं स्वीकर. अधुना अग्रिमे चित्रे तत् ज्ञानं घटभूतलयोः संयोगम् नाम यत् ज्ञानं घटभूतलयोः संयोगं प्रकाशयति. ज्ञानं किं करोति संयोगं प्रकाशयति तयोः घटभूतलयोः संयोगम् एतद् ज्ञानं यत् ज्ञानं प्रकाशयति तद् ज्ञानं निदर्शनं भवति इदानीम्. अधुना प्रकाशः एव विषयता तत् विषयः विषयता त्रिविधा तत् यत् ज्ञानं घटभूतलयोः संयोगं प्रकाशयति तद् ज्ञानम् तद् ज्ञानम् उदाहरणरूपेण स्वीकुर्मः तस्य शास्त्रेषु भूतलं घटवत् इति आकारः भवति इति उच्यते. भूतले घटः अस्ति अतः घटवत् अत्र मतु प्रत्यय भूतले यस्य अस्ति अतः तत्र भूतले घटः अस्ति अतः भूतलं घटवत् इति समीचीनं भगिनि. नाम घटवत् भूतलम् इति अपि नाम प्रथमतया विशेषणम् उक्त्वा तत्र उन्नतः बालकः इव घटवत् भूतलम् इति तत्र वत् इति अस्ति यतोहि भूतलम् इति नपुंसकनीय अस्ति तावत् आकारः इत्यस्य ज्ञानादि सविषयकपदार्थानां ये विषयाः ज्ञानादिसविषयकपदार्थानां सविषयकपदार्थानाम् इत्युक्ते तत् संयोगः भूतलं घटः एते पदार्थाः वा. हा सत्यं भगिनि सम्यक् सम्यक् नाम ज्ञानस्य ज्ञानस्य ये विषयाः भवन्ति ज्ञानस्य किन्तु ज्ञानस्य अन्येषामपि तत्र विषयाः भवेयुः ततः विषयरूपपदार्थाः ये सन्ति तेषां प्रकाशितानां तेषाम् इत्युक्ते विषयाणां प्रकाशितानां शब्देन प्रतिपादितं स्वरूपम् इति अर्थः. तत्र विषयस्य उच्चारणं शब्देन एव भवति तत्र विषयस्य विषयकः ज्ञानं वयं शब्दसाहाय्येन उच्चारयामः अतः तत्र तेषां प्रकाशितानां शब्देन प्रतिपादितं स्वरूपं तत् शब्देन यद् ज्ञानं प्रतिपादितं तत् स्वरूपम् इति अर्थः. समीचीनं नाम नाम तत्र घटविषयकज्ञानस्य आकारः कः इत्युक्ते वयं वदामः अयं घटः इति आकारः ज्ञानस्य आकारः. अत्र घटभूतलयोः संयोगः संयोगम् इति तर्हि अत्र वयं घटवत् भूतलम् इति एतस्य ज्ञानस्य आकारः इति तावत् अस्तु इदानीं तत्र इति तत् तत्र साक्षात् वाक्यं साक्षात् वाक्यम् अथवा यद् तत्र वक्ता ब्रूते तदस्ति आकारः ज्ञानस्य नाम अयं घटः अथवा भूत् घटवत् भूतलम् इति यत् साक्षात् वदति चैत्रः परः मैत्रः परः तदेव ज्ञानस्य आकारः भवति तावदेव. अत्र शब्दे अग्रिमे पुटम् वदतु भगिनि. तत् शब्दानां साहाय्येन तत् स्वरूपं प्रतिपादितं वर्तते इति. हा सत्यं, हा तदेव तत्र स्वरूपम् एव अत्र आकारः इति अर्थः. अत्र अग्रिमं पुटम् अहं न स्थापितवान् अत्र, किन्तु वयं जानीमः तत्र तत्र घटवत् भूतलम् इत्यत्र तत्र कः तत्र विशेषणं किं तत्र विशेष्यता एतत् सर्वं प्रकारता विशेष्यता अपि संसर्गता इति तत्र विषयता त्रयम् अस्ति स्मरति वा तत्र तत्र प्रिण्ट् औट् तत् करपत्रमस्ति भिन्नतया वयं पठितवन्तः तस्मिन् प्रकारता अस्ति अपि विशेष्यता अस्ति अपि तत्र संसर्गता इति अस्ति. आम् हा तर्हि तत्र हा घटः विशेषता विशेष्यता भूतलम् हा विशेष्यता भूतले समीचीनं विशेषता न विशेष्यता विशेषणपदमिति कृतवत् एवं खलु. हा सत्यं भगिनि सत्यं सत्यं विशेष्यं विशेषणम् इति अस्ति खलु. हा तर्हि प्रकारता कुत्र भवति प्रकारता घटः घटे घटे घटे नाम यत् विशेषणम् अस्ति तत्र उपरि अस्ति यत् उपरि अस्ति तस्मिन् प्रकारता यत् अधिकरणम् अस्ति तत्र विशेष्यता अपि तयोः मध्ये मध्ये यः सम्बन्धः संसर्गः अत्र संसंयोग संयोग संयोगे तत्र संसर्गता अतः तत्र एषापि प्रभा प्रभा प्रभा प्रभात्रयम् अथवा प्रकाशत्रयं किन्तु एषा विषयता या अस्ति तस्याः नाम प्रकारता एषा विषयता या अस्ति तस्याः नाम संसर्गता एषा विषयता या अस्ति भूतले तस्याः नाम विशेष्यता. इत्युक्ते प्रभा प्रभात्रयं प्रभाः प्रकारता प्रभा संसर्गता प्रभा विशेषता प्रभा प्रभा प्रकारता उपरि नाम आधेयः आधेयः मध्ये भवति विशेष्यता अधिकरणे अपि संसर्गता तयोः मध्ये यः सम्बन्धः भवति समवायः वा संयोगः वा यः कोऽपि इत्यस्ति. अपि यदि विशेष्यता अस्ति इति जानीमः इति शृण्मः तदा तत्र का इच्छा भवति आकाङ्क्षा किं का भवति अत्र विशेष्यता अस्ति भूतले विशेष्यता अस्ति इति यदि वयं शृण्मः तदा किं भवति प्रकारता अपि भवेत् प्रकारता कः इति प्रश्नः का इति प्रकारता अपि भवति खलु इति आगच्छति खलु. नाम प्रकारता अस्ति इति शृण्मश्चेत् ओ विशेषता अपि भवेत् सा कुत्र अस्ति इति प्रश्नः उदेति तत्र अपेक्षा भवति अतः प्रकारता विशेष्यतां निरूपयति विशेष्यता प्रकारतामपि निरूपयति यतोहि तत्र कीदृशी विशेष्यता इत्युक्ते तत्र वयं वदामः तत्र घटवत् भूतलं तत्र घट तत्र घटनिष्ठ प्रकारता भूतलनिष्ठविशेष्यतां निरूपयति पुनः भूतलनिष्ठविशेष्यता घटनिष्ठाप्रकारतां निरूपयति अतः तयोः मध्ये निरूपनिरूप्यनिरूपकभावः वर्तते एका अन्या निरूपयति तथैव तत्र तयोः मध्ये अपि प्रकारता संसर्गता संसर्गता विशेष्यता एका एका अस्ति चेत् तत्र त्रया तिस्रः अपि भवेयुः अतः एका अस्ति चेत् तत्र सा अन्य तत्र संसर्गतां प्रकारता संसर्गतां निरूपयति पुनः संसर्गता विशेष्यतां निरूपयति इति तयोः मध्ये तादृशसम्बन्धः वर्तते निरूप्यनिरूपकभावः तेषाम् अस्ति. अस्तु, समीचीनम्. अस्मिन् विषये कोऽपि तत्र, यतोहि अग्रे तत्र लक्षणवाक्यं भवति, तत्र स्पष्टता भवेत् इति कृत्वा एतत् सर्वं वयं पठितवन्तः. तर्हि प्रकारता उपरि, आधेयः मध्ये, विशेष्यता अधिकरणे, संसर्गता इति तत्र संयोग, तत्र सम्बन्धे संयोगः इति अत्र. अस्तु, तर्हि तर्हि तत्र अस्मिन् पुटे किं किं निरूपकं, घटनिष्ठविषयतानिरूपकं ज्ञानम् इति तत्र अवगमनं भवेत्. अपि तत्र विषयता त्रिविधाः भवति, विषयतायाः त्रिविध्यं भवति, प्रकारता, संसर्गता, विशेष्यता इति. तावदेव. अस्तु, तर्हि इदानीम् अग्रे तर्हि गच्छामः लक्षणवाक्यम्. अस्तु, धन्यवादः भगिनी. अस्तु, अग्रे शोभा भगिनी. हा, धन्यवादः भगिनी. अग्रे शोभा भगिनी, अग्रे पठति वा इदानीम्? आं महोदय, इदानीं पुनः कुत्र पुनः यत्र आसं भगिनी, यत्र आसं खलु. सत्यं भगिनि, केवलम् एतत् पुनस्मरणार्थम् अहं स्वीकृतवान्. पुनः तत्र 108 इति मध्ये. आं महोदय, अस्तु. हा, तर्हि तत्र तथा च, ततः आरभ्य वा महोदय? तथा च, सत्यं, तथा च. अस्तु, तस्मात् पूर्वं अस्तु, एतादृशं तत्र केवलं तत्र मैत्रे तत्र एकवारं पठतु तत्र प्रायशः तत्र वाक्यद्वयं. अस्तु, अथवा पुनः एकवारं पठतु भगिनि, चिन्ता नास्ति. एतादृशपदार्थे इति वा? अस्तु, इत्युक्ते तत्र ज्येष्ठे कालकृतं परत्वं, कनिष्ठे कालकृतम् अपरत्वम् इति दृष्टवन्तः. अस्तु, एतादृशपदार्थे सिद्धे च लक्षणमपि सुगमं, तदादौ दिक्कृतपरत्वापरत्वयोः लक्षणे चिन्तयामः. ते च परत्वापरत्वे ज्ञात्वा एव वक्ता चैत्रः परः, मैत्रः अपरः इति ब्रूते. तादृशव्यवहारेण श्रोतुः ज्ञानम् उत्पद्यते. तत्र परत्वात् अपरत्वे प्रकारतया चैत्रमैत्रौ विशेष्यविधया च अवभासेते. प्रकारतावच्छेदकं च परत्वत्वम् अपरत्वत्वं जातिद्वयम्. अस्तु, तत्र परत्वत्वम् अपरतत्वम् इति जातिद्वयं, कुत्र इत्युक्ते प्रकारता अवच्छेदकं च इति. तथा च किञ्चित् वदतु भगिनि तर्हि, तत्र किम्? अस्तु, तत्र इदानीं तत्र परत्वम् अपरत्वम् इति कथं भवति चैत्रमैत्रयोः इति दृष्टवन्तः. तादृशव्यवहारेण श्रोतुः ज्ञानम् उत्पद्यते इति दत्तं तत्र. इत्युक्ते परत्व अपरत्वे ज्ञात्वा एव वक्ता चैत्रः परः, मैत्रः अपरः इति ज्ञातुं शक्नुमः इति तादृशव्यवहारेण. नाम परत्वम् अपरत्वम् इति गुणाः सन्ति इति ज्ञात्वा एतादृश शब्दः, नाम एतादृशं वदति, चैत्रः परः, मैत्रः अपरः इति वदति. तत्र परत्व अपरत्वे प्रकारतया चैत्रमैत्रौ विशेष्यविधया च अवभासेते. तत्र प्रकारतया इति दत्तम् इदानीम्. तर्हि तत्र अग्रिमपुटे दत्तमस्ति तत्र चित्रं. एकं सोपानम् अत्र न पठितं, नाम सः ब्रूते इति ब्रूते. अस्तु, तादृश व्यवहारेण श्रोतुः ज्ञानम् उत्पद्यते. यदा तत्र परत्व अपरत्वे ज्ञात्वा एव वक्ता कोऽपि वक्ता चैत्रः परः मैत्रः अपरः इति ब्रूते तत्र तादृशव्यवहारेण श्रोतुः ज्ञानम् उत्पद्यते इति तावत्तु कोऽपि वदति तत्र रामः वदति इति चिन्तयामः तदनन्तरं लक्ष्मणः शृणोति इदानीं कस्य मनसि ज्ञानम् उत्पद्यते लक्ष्मणस्य मनसि ज्ञानम् उत्पद्यते मनसि ज्ञानम् उत्पद्यते अतः एव तत्र ज्ञानजनकशब्दप्रयोगः प्रयोगः व्यवहारः इति ज्ञानजनकशब्दप्रयोगः व्यवहारः व्यवहारः इति तत् ज्ञानं ज्ञानजनक श्रोतुः मनसि उत्पद्यते इति अतः तत्र एतस्य व्यवहारस्य सः कोऽपि उक्तवान् शब्दप्रयोगं कृतवान् तस्य तेन कारणेन श्रोतुः मनसि ज्ञानम् उत्पन्नं खलु उत्पन्नं अतः व्यवहारः एव तत्र ज्ञानस्य कारणं ज्ञानोत्पद्यस्य ज्ञानस्य कारणम् अपि तादृशं किमर्थम् उक्तवान् सः यतोहि परत्वम् अपरत्वम् अस्ति इति कृत्वा एव सः एतादृशप्रयोगः अभवत् अतः परत्वम् अपरत्वम् इति कारणमस्ति शब्दप्रयोगं प्रति अतः परत्वम् अपरत्वम् इति कारणमस्ति शब्दप्रयोगं प्रति पुनः प्रयोगः कारणम् अस्ति ज्ञानं प्रति अस्तु इति तत्र आवलिः अस्तु इदानीम् अग्रे तत्र तत्र परत्व अपरत्वे प्रकारतया चैत्रमैत्रौ विशेष्यविधया च अवभासेते तत्र प्रकारतया इत्युक्ते परत्व अपरत्वे प्रकारता अस्ति इति परत्वम् इति एकः प्रकारः प्रकारता अपि च अपरत्वम् इति अन्या प्रकारता इति भवति तत्र अत्र लेखकः किं कृतवान् सः एकस्मिन् समये परत्वम् अपरत्वं द्वयोः लक्षणं वक्तुम् इष्टवान् अतः वयम् एकं स्वीकृत्य वदामः तदनन्तरम् अन्यत् इदानीं परत्वम् इति हा अस्तु तत्र प्रकारता परत्वम् इति प्रकारता इति स्वीकुर्मः परत्वे न परत्वम् इति प्रकारता नास्ति परत्वे प्रकारता अस्ति सत्यं तत्र आधेय आधारः अस्तु परत्वे अस्ति अस्तु यथा वयं तत्र उदाहरणं दृष्टवन्तः तत्र घटवत् भूतलम् आमां तथैव तत्र इदानीम् अत्र वाक्यं किम् अस्ति घटवत् भूतलम् इव इदानीं तत्र परत्वविषये तत्र ज्ञानस्य आकारः घटवत् भूतलम् अत्र ज्ञानस्य आकारः आसीत् इदानीं ज्ञानस्य आकारः किम् अस्ति आकारः कः ज्ञानस्य आकारः तत्र प्रकारता अस्ति वा ज्ञानस्य आकारः प्रकारता अपि च विशेष्यता इति भवति वा न आकारः इति पूर्वम् इदानीमेव पठितवन्तः नाम तत्र किञ्चित् महोदय पुस्तकस्य यदि भवती तत्र घटं पश्यति इदानीं घटविषयकं ज्ञानम् अस्ति भवत्याः मनसि अस्तु तदा सो तर्हि ज्ञानम् अस्ति घटविषयकं ज्ञानम् अस्ति ज्ञानस्य आकारः कः इत्युक्ते भवती किं वदति ओ अयं घटः इति अस्तु इति साक्षात् वाक्यं यत् वाक्यं भवत्याः मनसि अस्ति तस्य तत्र विवरणं कर्तुं नाम अयं घटः, अतः घटविषयकं ज्ञानम्। अत्र घटः कस्मिन् अस्ति, कुत्र अस्ति, एतत् सर्वं नास्ति विषयः, केवलं घटः इति एव विषयः। अस्तु, अतः घटविषयकं ज्ञानम् इत्युक्ते अयं घटः, अथवा पुस्तकविषयकं ज्ञानम् इत्युक्ते इदं पुस्तकम् इति एव ज्ञानस्य आकारः। इदानीं भूतले घटः अस्ति संयोगेन, तत्र विषयत्रयमस्ति, किं किम्? हा, तत्र तु प्रकारता अस्ति, न विषयत्रयमस्ति, घटः घटः भूतलः अपि च संयोगः अत्र ज्ञानस्य आकारः कः इत्युक्ते घटवत् भूतलम् इति ज्ञानस्य आकारः। अस्तु, घटवत् भूतलम् इति वाक्ये एव ज्ञानस्य आकारः। अत्र ज्ञानस्य आकारः कः? अस्तु, एकक्षणं महोदय, तत्र तर्हि तत्र घट आधारः भवेत् अपि च तत्र नाम यत् भवती पठितवती तत्र एव अस्ति, नाम नाम ज्ञान घटविषयकज्ञानम् इति तस्य आकारः कः? अयं घटः, अयं घटः, तर्हि तत्र किन्तु अत्र घटवत् भूतलं तत्र वस्तुत्रयम् अस्ति, यत् साक्षात् नाम यत् यानि पदानि वयं वदामः तदेव ज्ञानस्य आकारः। अत्र वक्ता किम् उक्तवान्, वक्ता किम् ब्रूहि? अस्तु, तर्हि वक्ता किम् उक्तवान् तत्र चैत्रमै किं वक्ता इति चैत्रः परः मैत्रः अपरः इति उक्तवान्, अपि च परत्वा अपरत्वे ज्ञात्वा एव वक्ता चैत्रः परः मैत्रः अपरः इति ब्रूते, तादृश केवलं परत्वम् इति स्वीकुर्मः, तर्हि तत्र ज्ञानस्य आकारः कः इदानीं? अयं इदं परत्वम् इति न चैत्रः परः चैत्रः परः इत्येव इदानीं ज्ञानस्य आकारः, तदेव सः उक्तवान्, तदेव इति ज्ञानस्य आकारः, इति ज्ञानस्य आकारः चैत्रः परः इति। यथा घटवत् भूतलम् इति वदामः तदेव घटभूतलयोः संयोगविषयकं ज्ञानस्य आकारः इति उक्तम्। तथैव अत्र किमस्ति? चैत्रः परः अथवा परत्ववान् चैत्रः, खलु? परत्ववान् चैत्रः, यतोहि तस्मिन्नेव परत्वम् अस्ति इति अस्ति। इदानीम् अस्तु भगिनि, खलु? परत्ववान् चैत्रः इति चैत्रः। तर्हि इदानीं तत्र विषयतात्रयम् अस्ति खलु, इदानीं तत्र किं किम् अस्ति? एतदेव ज्ञानस्य आकारः, परत्ववान् चैत्रः अथवा चैत्रः परः। तर्हि तत्र परत्वम् अस्ति, चैत्रः अस्ति, अपि च तयोः मध्ये सम्बन्धः अस्ति, तयोः मध्ये तत्र परत्वम् इति कीदृशपदार्थः? गुणः, गुणः द्रव्ये केन सम्बन्धेन? उत्तमम्, अस्तु, उत्तमं, तर्हि सम्बन्धः अस्ति समवायः इति। अस्तु, आमामाम्, अस्तु, तर्हि परत्वं समवायसम्बन्धेन चैत्रे वर्तते, हा इति अस्ति, तर्हि उत्तमम्। इदानीं परत्वे विषयता अस्ति, चैत्रे विशेष्यता अस्ति, अपि च तत्र सम्बन्धः तत्र संसर्गता अस्ति सम्बन्धे संसर्गता अस्ति परत्वे प्रकारता अस्ति तत्र पूर्वं भवता उक्तं किन्तु तत्र संसर्गता इति पुनः वदति वा किं कदा संसर्गता इति वदामः इति न संसर्गता इति सम्बन्धे या विषयता अस्ति सा अस्ति संसर्गता परत्वम् आदेयः विषयः परत्वम् इति विषयः चैत्रः अपि विषयः परत्व समवायसम्बन्धेन चैत्रे अस्ति इति कृत्वा सः सम्बन्धः अपि विषयः अस्तु अस्तु तत्र त्रयः विषयः यतोहि तत्र परत्वम् इति एकः विषयः चैत्रः इति द्वितीयविषयः किन्तु तयोः तत् केवलं भिन्नविषयः इति नास्ति तयोः मध्ये कोऽपि सम्बन्धः अपि विषयः खलु तत्र अतः सम्बन्धः अपि विषयः भवति अत्र नो चेत् परत्ववान् चैत्रः इति वाक्यं न भवति हा इति उत्तमं भगिनि हा अतः एव तर्हि परत्वे प्रकारता परत्वे प्रकारता प्रकारता अस्तु चैत्रः विशेष्यता तयोः मध्ये संसर्गता इति भवति तयोः मध्ये संसर्गता इति अस्ति तत्र केवलं परत्वे परत्वं प्रकारतया अवभासते दृश्यते परत्वं प्रकारतया अवभासते भासते ज्ञाने अवभासते दृश्यते चैत्रः विशेष्यविधया अवभासते चैत्रः विशेष्यतया दृश्यते हा तत्र विशेष्यता इति एव प्रकारता न न क्षम्यतां विशेष्यता विषयता विषयता नाम साधारणनाम अस्ति विषयता विषयः अस्ति इति कृत्वा विषयता तेषु वर्तते विषयतायाः नाम तत्र विशिष्टनामकरणं प्रकारता विशेष्यता संसर्गता आम् तावदेव अस्तु अस्तु महोदय अतः विशेष्यं विशेष्यतया अवभासते विशेषणम् आदेयः प्रकारतया अवभासते सम्बन्धः संसर्गतया अवभासते दृश्यते इति अस्तु अग्रे अस्तु तर्हि इदानीं प्रकारता अवच्छेदकं च परत्वं तत्र केवलं तदेव स्वीकरोतु इति उक्तवान् खलु प्रकारतावच्छेदकं च परत्वम् इति इति जातिः इति एकम् इति जातिः जातिः नाम जातिः एव तत्र प्रकारतायाः अवच्छेदकं भवति अस्तु नाम परत्वं कुत्र अस्ति इत्युक्ते क्षम्यतां प्रकारता कुत्र अस्ति इत्युक्ते परत्वे यत्र परत्वमस्ति तत्र एव प्रकारता अस्ति तर्हि प्रकारतायाः सीमा कथं जानीमः ओ यत्र परत्वम् अस्ति परत्वस्य घटः कुत्र वर्तते घटत्वं यत्र अस्ति तत्र एव घटः अस्ति खलु तथैव तत्र परत्वम् एव तत्र प्रकारतायाः अवच्छेदकम् अस्तु इति अस्ति अस्तु हा इदानीम् अग्रे हा एतद् अहं हा एतदासीत् इदानीम् अग्रे हा अत्र अग्रे पठामि वा हा पठतु भगिनि हा अस्तु तथा केवलं चैत्र मैत्रम् एतत् सर्वं त्यजामः केवलं चैत्रं यत् अस्ति तदेव स्वीकुर्मः प्रथमवारम् अस्तु तर्हि तथा च मैत्रत्व अवच्छिन्न विशेष्यता केवलम् अस्तु मैत्रं स्वीकृत्य वदति वा चिन्ता मास्तु किन्तु एकमेव चैत्र इति एव उक्तवती महोदय इति उक्तवती खलु चैत्र वा चैत्रं चैत्रम् इति चैत्र अस्तु प्रायशः मैत्र इति उक्तवती क्षमतां चैत्रत्वावच्छिन्न विशेष्यता निरूपित परत्वत्व अपर तत्र अपरत्व मास्तु खलु परत्वत्व प्रकारतानिरूपक ज्ञाननिष्ठकार्यतानिरूपितकारणताश्रय शब्दप्रयोगनिष्ठकार्यता निरूपितकारणताश्रयत्वं परत्वम् इति लक्षणं भवति परत्वस्य क्षमतां परत्वस्य लक्षणम् इति तर्हि तत्र चैत्रत्व अवच्छिन्न चैत्रत्वम् इति चैत्रे अस्ति चैत्रत्व अवच्छिन्न विशेष्यतानिरूपितपरत्व विशेष्यतानिरूपित तत्र परतत्व किं परत्वत्व इति विशेष्यतया निरूपित निरूपित किं निरूपितं भवति विशेषता निरूपितपरतत्व परत्वत्व प्रकारता निरूपित निरूपकज्ञाननिष्ठकार्यत तत्र इत्युक्ते अधोभागे अस्ति खलु महोदय तदेव खलु चित्रं चित्रं दृष्ट्वा वक्तुं शक्नोति तर्हि तत्र प्रकारता निरूपित निरूपक क्षमतां प्रकारता इति ज्ञानं निरूपयति प्रकारता निरूपक ज्ञाननिष्ठकार्यत तेन तत्र कार्य ज्ञाननिष्ठकार्यत इत्युक्ते किं ज्ञानं कार्यस्य कारणं भवति भगिनि एकं कुर्मः तत्र सर्वे मिलित्वा वदामः प्रायशः तत्र सर्वेषां तत्र साहाय्येन कुर्मः अत्र तर्हि तत्र प्रश्नान् पृच्छामि तत्र सर्वे किञ्चित् वदन्तु तर्हि तत्र प्रथमतया तत्र इतः गच्छामः तर्हि तत्र चैत्रः चैत्रे किम् अस्ति चैत्रः इति चैत्रत्वम् अपि च विशेष्यता अस्ति विशेष्यता अस्ति तत्र चैत्रः ज्ञानविषयः अस्ति वा चैत्रः किं महोदय सर्वे वदन्तु चैत्रः ज्ञानस्य विषयः अस्ति वा आम् चैत्रः आम् ज्ञानस्य विषयः अस्ति परत्वमपि विषयः अस्ति वा ज्ञानस्य आम् परत्वमपि ज्ञानस्य विषयम् विषयः अपि तत्र ज्ञानस्य आकारः कः अयं चैत्रः केवलं चैत्रः एव विषयः अस्ति चेत् अयं चैत्रः इति भवति केवलं परत्वम् अस्ति चेत् तत्र इदं परत्वम् इति आकारः भवति किन्तु परत्वमपि अस्ति चैत्रः अपि अस्ति विषयरूपेण अतः तत्र ज्ञानस्य आकारः कः चैत्रः इति अतः तत्र परत्वमपि विषयः ज्ञानस्य चैत्रः अपि विषयः अस्ति ज्ञानस्य चैत्रे विशेष्यता अस्ति परत्वे प्रकारता अस्ति यतोहि परत्वं चैत्रे वर्तते अतः विशेषणम् अस्ति अतः प्रकारता चैत्रः विशेष्यः अतः तस्मिन् विशेष्यता वर्तते इदानीं तत्र प्रकारतायाः तत्र अवच्छेदकं किम् अस्ति परत्वत्वं यतोहि एषा प्रकारता परत्वत्वं विहाय अन्यत्र भवति वा न अतः परत्वत्वावच्छिन्न प्रकारता अस्ति विशेष्यता चैत्रं विहाय नास्ति अतः चैत्रत्वावच्छिन्ना विशेष्यता अस्ति एषा इति अस्ति अपि अत्र एतत् जानीमः वयं, ज्ञानम् अपि शब्दप्रयोगः, तयोः मध्ये कीदृशसम्बन्धः? जन्यजनकसम्बन्धः. हा, कः जनकः, कः जन्यं? शब्दप्रयोगः जनकः भवति, तेन ज्ञानं भवति, अतः ज्ञानम् उत्पद्यते. अत्र ज्ञानजनकशब्दप्रयोगः, सः एव व्यवहारः इति. अपि एषः शब्दप्रयोगः किमर्थम् अभवत्, नाम केन कारणेन? परत्वम् अस्ति इति कृत्वा, यदि परत्वम् इति गुणः नासीत् एतादृशशब्दप्रयोगः न भवति एव. अतः परत्वम् इति गुणः शब्दप्रयोगं प्रति कारणं, पुनः शब्दप्रयोगः ज्ञानं प्रति कारणम्. कीदृशज्ञानं? ज्ञानस्य आकारः चैत्रः परः इति. अतः ज्ञाने विषयत्रयमस्ति, किन्तु अत्र विषयद्वयमेव दर्शितम्, अत्र प्रदर्शितम्. इदानीं तत्र शोभभगिनी भवती तत्र एषः भागः तत्र वदतु, तत्र किम् अस्ति? तत्र चैत्रत्वावच्छिन्नविशेष्यता निरूपकं ज्ञानम् इति भवति वा? निरूपकं ज्ञानम् इति. निरूपकं ज्ञानम् इत्युक्ते किं निरूपयति? तत्र चैत्रत्वम् अपि च विशेष्यता ज्ञानं निरूपयति. न चैत्रत्वं विशेष्यता ज्ञानं निरूपयति. हा, उत्तमं. ज्ञानं निरूपयति. किं निरूपयति अथवा कां निरूपयति इत्युक्ते विशेष्यतां निरूपयति. ओ, अस्तु. नाम यथा वयं दृष्टवन्तः, यत्र तत्र नीता भगिन्या पठितं, तत्र ज्ञानम् एव तत्र प्रभां प्रेषयति खलु, प्रेषकः अस्ति. तत्र महोदय, यदा अहं सैन् कृतवती, किञ्चित् कार्यम् आसीत्, अतः चिन्ता मास्तु भगिनि. नाम न चिन्ता मास्तु, पुनः तत्र यतोहि एतद् बहुवारं भवति अग्रे, अतः एकवारं तस्य पुनस्मरणं कुर्मः. नाम घटविषयकज्ञानम् अस्ति चेत्, अयं घटः इति, अयं घटः इति ज्ञानं, तत्र ज्ञानं विषयता इति प्रभा घटस्य उपरि अस्ति. अयं घटः इति ज्ञानं, तत्र घटविषयकं ज्ञानमिति अपि वदामः. अपि घटनिष्ठविषयतानिरूपकं ज्ञानं, यतोहि ज्ञानं प्रकाशस्य प्रेषकम् अथवा निरूपकम् अस्ति, नाम प्रभायाः विषयतायाः निरूपकम् अस्ति. अतः ज्ञानं किं कां निरूपयति? विषयतां निरूपयति. अत्र विशेष्यतां निरूपयति. अतः तत्र यद् तत्र अस्ति, कुत्रचित् निरूपकम् इति अस्ति, किं कुत्रचित् निरूपिता इति अस्ति, अतः तत्र अस्माकं मनसि स्पष्टता भवेत् इति एव एतत् सर्वं कृतम्. अतः ज्ञानं कीदृशं? ज्ञानम् एतां विशेष्यतां निरूपयति, विशेष्यतानिरूपकं ज्ञानम् अस्तु. अपि एषा विशेष्यता कीदृशी? चैत्रे अस्ति, चैत्रत्वावचिन्ना अस्ति विशेष्यता. तादृशी विशेष्यता या अस्ति, तां निरूपयति एतत् ज्ञानम्. तस्याः निरूपकम् अस्ति ज्ञानं. इदानीं समीचीनम्, अस्तु. अग्रे उषा भगिनी, इदानीं तत्र परत्वं ज्ञानं तावत्पर्यन्तं. परत्वं ज्ञानं, परत्वं इति प्रकारता इति विषयता अत्र. परत्वम् इति विषयः अस्ति, परत्वम् इति विषयः अस्ति, किन्तु परत्वम् इति विषयः अस्ति, परत्वम् इति प्रकारता विषयता, प्रकारता इति विषयता भवति. यतोहि तत्र विशेषणम् अस्ति, तत्र परत्वम् इति विशेषणम् आदेयः उपरि अस्ति. सो परत्वत्व परत्वत्व अवच्छिन्न प्रकारता निरूपकं ज्ञानम् इति भवति ज्ञानम् इति भवति पुनः एकवारं वदतु परत्वत्व अवच्छिन्न प्रकारता निरूपकं ज्ञानम् इति भवति समीचीनम् इदानीं तत्र यत् अस्माकं आवश्यकं केवलं तद् स्वीकुर्मः चैत्रः अथवा चैत्रत्व अवच्छिन्न विशेषता निरूपित परत्वत्व अवच्छिन्न परत्वत्व इदानीं तत्र अवच्छिन्न प्रकारता निरूपक ज्ञाननिष्ठकार्यता ज्ञान तावत् पर्यन्तं ज्ञानम् इति तावत् तर्हि तत्र एकवारम् अत्र परिशीलनं कुर्मः तर्हि तत्र इदानीं तत्र मृणाली भगिनी तत्र शोभा भगिन्या चैत्रः अपि ज्ञानं तयोः मध्ये सम्बन्धः कः इति उक्तः अपि तत्र उषा भगिन्या तत्र परत्वं ज्ञानं तयोः मध्ये कः सम्बन्धः इति उक्तः तया इदानीं भवति तत्र यद् वाक्यमस्ति तत् तस्य विवरणं किञ्चित् करोतु तर्हि चैत्रत्व अवच्छिन्न इति यत् पिङ्क् मध्ये अस्ति केवलं तद् भागं चैत्रत्व अवच्छिन्न विशेष्यता तर्हि विशेष्यता चैत्रे वर्तते तर्हि इयं विशेष्यता चैत्रत्वेन अवच्छिन्ना वर्तते तर्हि चैत्रत्वावच्छिन्न विशेष्यता विशेष्यता निरूपितज्ञानम् किन्तु निरूपकम् इति नास्ति निरूपित निरूपितज्ञानम् तत्र निरूपित इति अस्ति खलु अस्तु तर्हि तत्र निरूपित इति अस्ति अस्तु अग्रे अपि परत्वम् अपि विषयः अस्ति ज्ञानस्य तर्हि परत्वं केन अवच्छिन्ना परत्वं परत्वत्वेन अवच्छिन्ना परत्वत्वं तर्हि परत्वत्वावच्छिन्ना प्रकारता निरूपितज्ञानम् अत्र निरूपक इति अस्ति खलु अस्तु निरूपकज्ञानम् पुनः तत्र यद् पिङ्क् मध्ये अस्ति एकवारं तत्र ज्ञानं तावत्पर्यन्तं पठतु एकवारं चैत्रत्वावच्छिन्न चैत्रत्वावच्छिन्न विशेषतानिरूपित परत्वत्व अवच्छिन्ना प्रकारता निरूपकज्ञानम् तर्हि तत्र परत्वत्वावच्छिन्न प्रकारता निरूपकं ज्ञानम् इति भागः जानीमः खलु परत्वत्वावच्छिन्न प्रकारता निरूपकज्ञानं प्रकारतां निरूपयति खलु ज्ञानं विशेष्यतां निरूपयति खलु निरूपकमस्ति विशेष्यतायाः निरूपकमस्ति खलु इति एव भवती पठितवती खलु नाम विशेष्यतां न निरूपकं विशेष्यतानिरूपकं विषयतानिरूपकं ज्ञानम् इति खलु समीचीनं खलु अतः निरूपकम् इति अत्र अस्ति किन्तु अत्र निरूपिता इति अस्ति किमर्थम् कुत्र निरूपिता अस्ति अत्र तत्र चैत्रत्व अवच्छिन्न विशेषता निरूपिता अस्ति वा तत्र निरूपिता ज्ञानम् विशेष्यता निरूपिता विशेष्यता निरूपिता इति अस्ति विशेष्यता निरूपित इति अस्ति तर्हि तत्र किमर्थं हा नाम एकवारम् एकस्मिन् भागे तत्र निरूपित इति अस्ति, अन्यत्र निरूपक इति अस्ति, तर्हि तत् हा तत्र किमर्थम् इति, हा अतः तत्र केवलं निरूपकम् इति अपि वक्तुं शक्नुमः वा अथवा तादृशं नास्ति इति तत्र स्पष्टता भवेत् इति, हा अतः तत्र किम् अस्ति तत्र कोऽपि वदति वा तत्र किम् अस्ति अत्र किमर्थं तत्र निरूपित इति उक्तम् अन्यत्र निरूपक इति उक्तम्? प्रथमं तु विशेष्यतया निरूपितम् अस्ति अतः किं विशेषतया किं निरूपितम् अस्ति? विशेष्यतया निरूपितं ज्ञानमेव किल? न न ज्ञानमेव निरूपयति विषयतां खलु, तत्र वयं चैत्रः विषय चैत्रः इति विशेषतया निरूपितः चैत्र अस्तु हा अत्र प्रथमतया ज्ञानं विषयतां निरूपयति इति कृत्वा विषयतानिरूपकं ज्ञानम् इति अस्ति खलु, ज्ञानम् एव निरूपकः अथवा ज्ञानमेव निरूपकं, कस्य अथवा कस्याः निरूपकं? विषयतायाः निरूपकम्, ज्ञानमेव प्रेषकम् अथवा निरूपकम्, अथवा अतः ज्ञानं विषयतानिरूपकम् इति अस्ति, अतः समीचीनं खलु तत्? तस्मिन् विषये कोऽपि प्रश्नः अस्ति वा? निरूपकं किं निरूपकं? ज्ञानमेव निरूपकम्, कस्याः निरूपकं? विषयतायाः निरूपकम्, स्पष्टम्? अस्तु इदानीं पुनः एकवारं कृपया पुनः एकवारं वदति वा तत् निरूपितं नाम हा हा वदामि भगिनि, किन्तु ज्ञानम् एव निरूपकं खलु, ज्ञानमेव प्रेषकम् अथवा निरूपकं, कस्याः निरूपकं? विषयतायाः निरूपकम् अस्ति ज्ञानम्, समीचीनं वा? निरूपकम् अस्ति ज्ञानम्, कस्याः निरूपकम्? निरूपकमस्ति विषयतायाः निरूपकम्, अतः तत्र प्रकाशता प्रकारता निरूपकं ज्ञानम् प्रकारता निरूपकं ज्ञानं, संसर्गता निरूपकं ज्ञानं, विशेष्यता निरूपकं ज्ञानं सर्वम् अत्र अस्ति. अस्तु इदानीम् अत्र विशेषतानिरूपकं ज्ञानम् इति अपि वक्तुं शक्नुमः, प्रकारतानिरूपकं ज्ञानमति इति अपि वक्तुं शक्नुमः. तत्र किं स्वीकृतं? प्रकारतानिरूपकं ज्ञानम् इति स्वीकृतम्. अतः तत्र अत्र किं स्वीकृतम् इत्युक्ते केवलं प्रकारता ज्ञानं प्रकारतानिरूपकं ज्ञानम् इति स्वीकृतम्. एतत् सर्वम् अहं इरेस् करोमि यतोहि तत्र स्पष्टता भवेत्. हा तर्हि अत्र किम् उक्तं? प्रकारतानिरूपकं ज्ञानं प्रकारतानिरूपकं ज्ञानम् इति अस्ति. इदानीम् अहं पूर्वमपि दृष्टवन्तः, यदि प्रकारता अस्ति चेत् अस्माकं मनसि आकाङ्क्षा भवति, ओ विशेष्यता अपि अस्ति खलु इति खलु. विशेष्यता इति शृण्मश्चेत् ओ विशेष्यता अस्ति चेत् प्रकारता अपि भवेत्, संसर्गता अपि भवेत् इति. अतः प्रकारता अस्ति चेत् विशेष्यता अपि अस्ति, अपि विशेष्यता प्रकारताम् अपि निरूपयति कृतं खलु, अथवा प्रकारता विशेष्यता अपि तामपि निरूपयति, तयोः मध्ये अपि निरूप्यनिरूपकभावः वर्तते. अतः अत्र किम् उक्तं? विशेष्यतानिरूपितप्रकारता पुनः सा प्रकारता निरूपकं ज्ञानम् इति. अतः तत्र अंशद्वयं स्वीकृतं, प्रकारतानिरूपकं ज्ञानं, कीदृशी प्रकारता एतद् ज्ञानं कां निरूपयति एतां प्रकारतां निरूपयति. एषा प्रकारता कीदृशी? एषा प्रकारता विशेष्यता निरूपिता प्रकारता अस्ति. ओ अस्तु. अतः विशेष्यता निरूपित प्रकार तत्र हा प्रकारता निरूपकज्ञानम् इति लघु लघुरूपेण वदामश्चेत् विशेष्यता निरूपितप्रकारता निरूपकं ज्ञानम्. तदनन्तरं मध्ये मध्ये वदतु भगिनि. विपरीतरीत्या अपि भवति वक्तुं वक्तुं शक्नुमः. समीचीनं उत्तमम् उत्तमं. हा विपरीतरीत्या अपि वक्तुं शक्नुमः. किन्तु अत्र एकस्मिन् स्थले निरूपिता इति आवश्यकम्, अन्यत्र निरूपकं. यत्र ज्ञानं प्रति गच्छामः तत्र निरूपकम् इति एव भवेत्. यदि तत्र अस्मिन् दिशि अस्यां दिशि दिशि गच्छामः तर्हि प्रकारतनिरूपकं ज्ञानम् अपि विशेष्यता निरूपितप्रकारता. अन्यारीत्या विपरीततया गच्छामश्चेत् प्रकारता निरूपिता विशेष्यता निरूपकं ज्ञानम् इति भवति. तदनन्तरं सर्वम् अत्र योजितं. चैत्रत्वावच्छिन्नविशेष्यता निरूपित परत्वावच्छिन्नप्रकारता निरूपकज्ञानम् इति. अतः तत्र एतत् बहुवारं भवति. तत्र न्यायशास्त्रे एक अक्षरः अथवा एकवर्णः भिन्नरीत्या भवति चेत् अत्र तत्र अर्थभेदः भवति. अतः अत्र निरूपित इति एव समीचीनम्, अत्र निरूपक इति एव समीचीनम्. अस्तु, तावदेव तस्य अवगमनम् आवश्यकम् इति एव. अन्यत् सर्वं वयं जानीमः. नाम तत्र निरूपकज्ञानम् इति आगच्छामश्चेत् तदनन्तरं निष्ठकार्यता निरूपितकारणता निष्ठशब्दप्रयोग कारणताश्रय शब्दप्रयोगनिष्ठकार्यता निरूपितकारणतायाः आश्रयत्वम् एव तत्र परत्वस्य लक्षणम्. कारणताश्रयत्वमेव परत्वस्य लक्षणम् इति वयं वदामः तत्र. अतः अत्र अस्मिन् भागे कोऽपि सन्देहः नास्ति इति मन्ये. किन्तु अत्र निरूपकनिरूपित इति आसीत्, तस्मिन् विषये अद्य चर्चा अभवत्. समीचीनमस्ति वा तत्र इदानीम् अवगमनम् अस्ति वा तत्र किमर्थं निरूपित इति अत्र अस्ति, अत्र निरूपकं किमर्थम्? अस्तु, समीचीनम्. अस्तु अस्तु तर्हि. अतः तत्र अग्रिमे सप्ताहे तत्र केवलम् एक दशनिमिषेषु पुनः स्मरणं तत्र लक्षणवाक्यं दृष्ट्वा अग्रे गुरुत्वम् इति नूतनगुणः तस्य लक्षणवाक्यं पठामः तर्हि. अस्तु तर्हि, धन्यवादः. तत्र न्यायशास्त्रे न्यायदर्शने गौतमऋषिणा प्रणीतम् अस्ति किल, गौतमऋषिणा तत्र प्रमाणं प्राधान्यं. वैशेषिकस्य तु प्रणेता कणादऋषिः, तत्र प्रमेयस्य प्राधान्यं. प्रमेयः तर्हि प्रमाण तथा प्रमेयं मिलित्वा यत् चिन्तनं जातं तत् तर्कसङ्ग्रहः. न्यायदर्शनस्य प्रमाणं तथा वैशेषिकस्य वैशेषिकाणां प्रमेयः इति प्रमेयम्. अस्तु भगिनि, उत्तमम्. अतः तत्र द्वयोः मेलनं भवति. अस्तु, उत्तमं भवति. तर्कसङ्ग्रहः तर्कसङ्ग्रहः, उत्तमं भगिनि. अस्तु, धन्यवादः. तत्र पर्यायवाचकशब्दानि वा अथवा सम्पूर्णतया भिन्न अर्थः अस्ति वा तत्र प्रमाणः प्रमेयः इति? प्रमाणः इत्युक्ते तत्र मा इति धातुः एव मापने एव भवति, प्रा इति उपसर्गः. अप्रमेयः मीन्स् आफ् नालेज्. तावदेव भगिनि. प्रमाणः इति नाम वयं ज्ञानं कथं सम्पादयामः. तत्र ज्ञानं कीदृशं, तत् कथं भवति, कथं सम्पादयामः अर्थः अपि अस्ति महोदय. प्रमाणम् अपेक्षितम् इति तत्र इत्युक्ते तत्र कोऽपि सोर्स् भवेत् यत्र प्रमाणम् अस्ति, नो चेत् किमर्थं तस्य वाक्यं स्वीकर्तव्यम् इति तथा अपि अर्थः भवति तदेव तत्र प्रमेयः अपि तदेव भवति खलु इति नो प्रमेय इस् आब्जेक्ट् ऐ मीन् आकारः ज्ञानस्य आकारः न किन्तु तत्र अस्तु अस्तु अहं साधारण इत्युक्ते सामान्य अर्थः तत्र भिन्नः अर्थः भवति वा इत्युक्ते प्रमेयः इत्युक्ते समवन् हु केन् बि मेजर्ड् इति भवति किन्तु अप्रमेयः आचार्य तत्र प्रमेयमध्ये इम्पिरिकल् डेटा भवति वा तत् मेजर्ड् यत् लोके अस्ति सत्यं भगिनि हा तत्र लोके यत् अस्ति अतः एव तत्र अहम् उक्तवान् तत्र तम यत् लोके पदार्थाः सन्ति तेषां विषये नाम तत्र द्रव्यम् अस्ति गुणः अस्ति इति तत्र पदार्थानां विषये एव आधिक्येन तेषां चिन्तनम् अस्ति वैशेषिकानां चिन्तनम् अपि नाम तत्र द्रव्यस्य अपि तत्र गुण तयोः मध्ये कीदृशसम्बन्धः तत् कथं भवति इति एतत् सर्वं वैशेषिकविषयाः नाम तेषु विषयेषु तेषां प्राधान्यं नैयायिकानां प्राधान्यम् अस्ति नाम तत्र ज्ञानं तत्र प्रत्यक्षज्ञानं तत्र अनुमानं शब्दप्रयोगः एतत् सर्वं कथं भवति कथं जानीमः इति तत्र प्रमाणस्य विषये प्राधान्यम् इति मया श्रुतम् प्रमीयते अनेन इति प्रमाणम् किं भगिनि प्रमीयते अनेन इति प्रमाणम् प्रमेयं स्वीकृत्य प्रमाणं स्थापयति प्रमीयते अनेन प्रमाणम् अनेन प्रमाणम् अस्तु भगिनि अतः तत्र तत्र बहवः अर्थाः भवेयुः किन्तु तत्र केवलं तत्र वैशेषिक इति कुत्रचित् पुस्तके दत्तमस्ति कुत्रचित् नैयायिका नव्यनैयायिका इति दत्तमस्ति अतः वैशेषिक अपि नैयायिका साधारणतया समानमेव तयोः मध्ये अत्र लघुभेदः अनयोः मध्ये अपि आधाराधेयभावः वर्तते वा प्रमाणं प्रमेये वर्तते वा तत्र अग्रिमे वर्गे चर्चयामः उत्तमप्रश्नः सत्यं भगिनि उत्तमप्रश्नः चर्चा भवेत् किन्तु इदानीं मास्तु अस्तु धन्यवादः तर्हि विरमामः धर्मः धन्यवादः धन्यवादः धन्यवादः धन्यवादः